पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 13 सोमशर्मोवाच लक्षणं ब्रह्मचर्यस्य तन्मे विस्तरदो वद कीदृशं ब्रह्मचर्यं च यदि जानासि भामिनि नित्यं सत्येरधिर्यस्य पुण्यात्मा तुष्टितां व्रजेद ऋतौ प्राप्ते व्रजन्नारीं स्वीयां दोषविवर्जितः स्वकुलस्य सदाचारं कदा नैव विमुञ्चति एतदेव समाख्यातं गृहस्थस्य द्विजोत्तम ब्रह्मचर्यं मया प्रोक्तं गृहिणामुत्तमं किल यतीनां तु प्रवक्ष्यामि तन्मे निगदधशृणु दमसत्यसमायुक्तः पापाद्भीदस्तु सर्वदा भार्याः सङ्गं वर्जयित्वा ध्यानज्ञानप्रतिष्ठितः यतीनां ब्रह्मचर्यं च समाख्यातं तवाग्रदः तप एव प्रवक्ष्यामि तन्मे निगदधशृणु आचार्येण प्रवर्तेद कामक्रोधविवर्जितः प्राणिनामुपकाराय संस्थित उद्यमावृतः तप एवं समाख्यातं सत्यमेवं वदाम्यहं परद्रव्येष्वलोलुप्तं परस्त्रीषु तथैव च दृष्ट्वा मदिर्न यस्य स्यात् स सत्यपरिकीर्तितः दानमेव प्रवक्ष्यामि येन जीवन्ति मानवाः आत्मसौख्यं प्रतिच्छेद्यः स इहैव परत्र वा अन्नस्यापि महादानं सुखस्यैव ध्रुवस्य वा ग्रासमात्रं तथा देयं क्षुधार्ताय न संशयः दत्ते सति महत्पुण्यमृतं सोऽश्नुदे सदा दिने दिने प्रदातव्यं यथा विभवसम्भवं तृणं शय्यां च वचनं गृहच्छायां सुशीलतां भूमिमापस्तथा चान्नं प्रियवाक्यमनुत्तमम् आसनं वचनालापं कौडिल्येन विवर्जितम् आत्मनो जीवनार्थाय नित्यमेव करोति यः देवान् पितॄन् समभ्यर्च्य एवं दानं ददाति यः इहैव मोददेशो वै परत्र हि तथैव च अवन्ध्यं दिवसं यो वै दानाध्ययनकर्मभिः प्रकुर्यान्मानुषो भूत्वा स देवो नात्र संशयः नियमं च प्रवक्ष्यामि धर्मसाधनमुत्तमं देवानां ब्राह्मणानां च पूजास्वभिरतो हि यः नित्यं नियमसंयुक्तो दानव्रतेषु सुव्रत उपकारेषु पुण्येषु नियमोऽयं प्रकीर्तितः क्षमारूपं प्रवक्ष्यामि श्रूयतां द्विजसत्तम पराक्रोशं हि संश्रुत्य ताडिते सति केनचित् क्रोधं न चैव गच्छेत्तु ताडितो न हि ताडयेद् सहिष्णु स्यात् स धर्मात्मा न हि रागं प्रयाति च समश्नादिपरं सौख्यमिह चामुत्रवापि च एवं क्षमा समाख्यादा शौचमेवं वदाम्यहं सबाह्याभ्यन्तरेयो वै शुद्धो रागविवर्जितः स्नानाचमनकैरेव व्यवहारेण वर्तते शौचमेवं समाख्यादमहिंसां तु वदाम्यहं त तृणमपि विना कार्यं चेत्तव्यं न विजानद अहिंसा निरदो भूयाद्यथात्मनि तथा परे शान्तिमेव प्रक्ष्यामि शान्त्या सुखं समश्नुते शान्तिरेव प्रकर्तव्या क्लेशान्नैव परित्यजेत् भूतवैरं विसृज्यैव मन एवं प्रकारयेत् एवं शान्तिसमाख्यादा अस्तेयं तु वदाम्यहम् परस्वं नैव हर्तव्यं परजाया तथैव च मनोभिर्वचनैकायैर्मन एवं प्रकारयेत् दममेव प्रवक्ष्यामि तवाग्रे द्विजसत्तम दमनादिन्द्रियाणां वै मनसोऽपि विकारिणः औद्धत्यं नाशये तेषां स चैतन्यो वशी तदा शुश्रूषां तु प्रवक्ष्यामि धर्मशास्त्रेषु यादृशी पूर्वाचार्यैर्यथा प्रोक्ता तामेवं प्रवदाम्यहम् वाचा देहेन मनसा गुरुकार्यं प्रसाधयेद् जायतेऽनुग्रहो यत्र शुश्रूषा सा निगद्यते साङ्गो धर्मसमाख्यादस्तवाग्रे द्विजसत्तम अन्यश्च ते प्रवक्ष्यामि श्रोतुमिच्छसि यत्पदे ईदृशे चापि धर्मे तु वर्तते यो नरः सदा संसारे तस्य सम्भूति पुनरेव न जायते स्वर्गं गच्छति धर्मेण सत्यं सत्यं वदाम्यहम् एवं ज्ञात्वा महाप्राज्ञधर्ममेव व्रजस्व हि सर्वं हि प्राप्यते कान्त यद साध्यं महीतले धर्मप्रसादतस्तस्मात् कुरु वाक्यं ममैव हि भार्यायास्तु वच श्रुत्वा सोमशर्मा सुबुद्धिमान् पुनः प्रोवाच तां भार्यां सुमनां धर्मवादिनीं यदि श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे ऐन्द्रे सुमनोपाख्याने त्रयोदशोऽध्यायः ॐ